पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 16 ऋषिरुवाच पृच्छन्ति ते महात्मानो नारदं हि महाजनाः युधिष्ठिरपरा सर्वे ऋषयश्च तपोधनाः आख्याहि भगवंस्तध्यं कावेरी सङ्गमे महद लोकानां च हितार्थाय अस्माकं च विवृद्धये सदा पापरतायेदो नरा दुष्कृतिकारिणः मुञ्ज्यते सर्वपापेभ्यो गच्छन्ति परमं पदं यददिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि नारद उवाच शृणुध्वं सहिता सर्वे युधिष्ठिरपुरोगमाः अत्र कृत्वा महायज्ञं कुबेरः सत्यविक्रमः इदं तीर्थमनुप्राप्य साम्राज्यादधिकोऽभवद सिद्धिं प्राप्तो महाराज तन्मे निगदशृणु कावेरी नर्मदां यत्र सङ्गदा लोकविश्रुतां तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः तपस्तप्यदि यक्षेन्द्रो दिव्यं वर्षशतं महत् तस्य तुष्टो महादेवः प्रदद्याद्वारमुत्तमं भो यक्षमहासत्व वरं ब्रूहि यथेप्सितं ब्रूहि कार्यं यथेष्टं तु यद्वा मनसि वर्तते कुबेर उवाच यदि तुष्टोऽसि देवेश यदि देयो वरो मम आदिकृच्चैव सर्वेषां यक्षाणामधिपो भवेद कुबेरस्य वचः श्रुत्वा तुष्टो देवो महेश्वरः एवमस्तु ततश्चोक्त्वा तत्रैवान्तरधीयत सोऽपि लब्धवरो यक्षः शीघ्रं यक्षकुलं गतः पूजितः सर्वयक्षेन्द्रैः अभिषिक्तस्तु पार्थिवः कावेरीसङ्गमं तत्र सर्वपापप्रणाशनं ये नरा नाभिजानन्ति वञ्चितास्तेन संशयः तस्मात् सर्वप्रयत्नेन तत्र स्नायीदमानवः कावेरी च महापुण्या नर्मदा च महानदी तत्र स्नात्वा दुराजेन्द्र अर्चयेद्वृषभध्वजम् अश्वमेधफलं प्राप्य रुद्रलोके महीयते अग्निप्रवेशं ह्यः कुर्यात् यच्च कुर्यादनाशनं अनिवर्तिका गतिस्तस्य यथा मे शङ्करो ब्रवीद सेव्यमानो वरस्त्रीभिर्मोददे दिविरुद्रवद षष्टिवर्षसहस्राणि षष्टिकोट्यस्तथा परे मोददे रुद्रलोकस्थो यत्र यत्रैव गच्छति पुण्यक्षयात् परिभ्रष्टो राजा भवति धार्मिकः भोगवान् धर्मशीलश्च महांश्चैव कुलोद्भवः तत्र पीत्वा जलं सम्यक् चान्द्रायणफलं लभेद स्वर्गं गच्छन्ति ते मर्त्या ये पिबन्ति जलं शुभं गङ्गायमुनयोर्मध्ये यद्फलं यान्ति मानवाः कावेरीसङ्गमे स्नात्वा तद्फलं तस्य जायते एवं तु तस्य राजेन्द्र कावेरीसङ्गमं महद पत्रेश्वरेदि विख्यातं सर्वपापहरं परम् इति श्रीपात्मे महापुराणे स्वर्गखण्डे षोडशोऽध्यायः ॐ